पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 195 सूत उवाच अथ देवऋषिस्तत्र कुमारानुमान्य च उवाच प्रणदो वाक्यं ज्ञानयज्ञकृदादरः नारद उवाच ज्ञानयज्ञं करिष्यामि शुकशास्त्रकथोज्ज्वलं भक्तिज्ञानविरागाणां स्थापनार्थे प्रयत्नतः यत्र कार्यो मया यज्ञस्थानं तत्कथ्यतां द्विजाः चत्वारो यज्ञवाहाश्च यूयमेव वृथा मया कियद्भिर्दिवसैश्राव्या श्रीमद्भागवती कथा को विधिस्तत्र कर्तव्यो ज्ञानयज्ञविशारदाः कुमारा ऊचुः शृणु नारद वक्ष्यामस्तुभ्यं यत्र कथा नृणां शृण्वदां पापराशिघ्नो भवेत्पुण्यविबर्द्विनी गङ्गाद्वारसमीपे तु कामदाख्यं पुरं महत् स्वर्णद्याश्चोत्तरे पुण्ये तडमानन्दनामकं नानाऋषिगणैर्जुष्ठं देवसिद्धनिषेवितं नानातरुलताकीर्णं स्वच्छकोमलवालुकं रम्यमेकान्तदेशस्थं स्वर्णपङ्कजशोभितं यत्समीपस्थजीवानां क्षेत्रस्यैव प्रभावतः मिथः संस्निग्धचित्तानां वैरं चेदसि न स्थितं ज्ञानयज्ञस्त्वया तत्र कर्तव्यो हि प्रयत्नतः अपूर्वरसदात्री च कथा तत्र भविष्यति वृन्दावनप्रतोलिस्थं जराजीर्णकलेवरं सुतद्वयं पुरस्कृत्य भक्तिस्तत्रागमिष्यति यत्र भागवती वार्ता भक्तिस्तत्र सहात्मजा कृष्णकीर्तिसुधां पीत्वा तरुणी वा भविष्यति सूत उवाच एवमुक्त्वा कुमारास्ते नारदेन समन्तदः गङ्गाद्वारे समाजग्मुज्ञानयज्ञाय सत्वराः यदा प्राप्तास्तडं ते तु गङ्गाया भार्गवर्षभ तदा कोलाहलच्चासीद्भूर्लोकाधिकसप्तसु श्रीमद्भागवतास्वादलम्पडा साप्तलौकिकाः धावं धावं समाजग्मुप्राचीना वैष्णवाश्च ये भृगुर्वसिष्ठच्यवनश्च गौतमो मेधातिधिर्देबलदेवरातौ रामस्तथा गाधिज शाकलौ च मृकण्डपुत्रात्रिज पिप्पलादाः योगेश्वरौ व्यासपराशरौ च शुकादयो भागवतप्रधानाः शिष्यैरुपेदा बहुशास्त्रविज्ञाः कृष्णा मृदास्वादकृदौ प्रधानाः वेदान्तानि च वेदाश्च मन्त्रास्तन्त्राणि संहिताः दश सप्तपुराणानि षट् शास्त्राणि तथा ययुः गङ्गाद्या सरितस्तत्र पुष्करादिसरांसि च क्षेत्राणि च दिश सर्वा दण्डकादिवनानि च हिमादयो नगास्तत्र देवगन्धर्वकिन्नराः द्वीपासमुद्रादिक्पालाः पादालस्तास्तथा ययुः दीक्षायां नारदेनाथ दत्तमासनमुत्तमं कुमारा वन्दिता सर्वे निषेधुकृष्णतत्पराः वैष्णवा सुविरक्ताश्च न्यासिनो ब्रह्मचारिणः मुख्या ह्यग्रे स्थिताश्चेषां पुरतो नारदस्थितः वामभागे मुनिगणा दक्षिणे च दिवौकसः वेदोपनिषदोऽन्यत्र तीर्थानि च भृगुद्वः जयशब्दो नमःशब्दशङ्खशब्दस्तथैव च बभूवाकाशसंस्पर्शी घोषयन्विदिशो दश विमानानि समारुह्य प्रहृष्टानाकवासिनः कल्पवृक्षप्रसूनैश्च तां सभां समवाकिरन् सूद उवाच एवं तेषु निविष्टेषु भृग्वादिषु यथार्हतः श्रीभागवतमाहात्म्यमुचिरे नारदायते कुमार ऊचुः शृणु नारदवक्ष्यामो महिमानं महाद्भुतं श्रीमद्भागवदाख्यस्य शास्त्रस्य विधिपूर्वकम् सदा नरैः सुहृदिभिः सेव्या भागवती कथा यस्या श्रवणमात्रेण कृतार्थत्वं प्रयान्ति ते ग्रन्थोऽष्टादशसहस्रो द्वादशस्कन्धसंयुधः परीक्षिच्चुकसंवादश्रीमद्भागवदाभिधः तावत् संसारचक्रेऽस्मिन् भ्रमत्यज्ञानमोहितः यावत् कर्णगतं नोऽस्याच्छुकशास्त्रं जनस्य च किं श्रुतैर्बहुभिः शास्त्रैः पुराणैः संहितागमैः यदि भागवतं पुंभिर्न श्रुतं भक्तिभावनैः कथा भागवतस्यापि नित्यं भवति यद्गृहे तद्गृहं तीर्थरूपं हि नृणां पापविनाशनम् अश्वमेधसहस्राणि राजसूयशतानि च भागवत्या कथायाश्च कलां नार्हन्ति षोडशीं तावत् पापानि तिष्ठन्ति देहेऽस्मिन् मुनिपुङ्गव यावन्न श्रूयते सम्यक् श्रीमद्भागवतं नरैः न गङ्गा न गया काशी प्रतिष्ठानं न पुष्करः कथाया भागवत्याश्च समा पुण्यफलेन च श्लोकार्थं श्लोकपादं वा नित्यं भागवतोद्भवं पठस्व स्वमुखेनापि यदीच्छसि भवक्षयं वेदादिर्वेदमादा च पौरुषं सूक्तमेव च त्रयी भागवतं चैव द्वादशाष्टाक्षरौ मनू द्वादशात्मा प्रयागश्च कालसंवत्सरात्मकः ब्राह्मणश्चाग्निहोत्रं च सुरभिर्द्वादशीतिथिः तुलसी च वसन्तर्तुः पुरुषोत्तम एव च एतेषां वस्तुतो नास्ति पृथक् भावो मुनीश्वर यश्च भागवतं शास्त्रं व्याकुर्यादन्वहं द्विज जन्मकोटिकृतं पापं तस्य नश्यति नारद श्रुतं च पठितं ध्यातं श्रीमद्भागवतं नृभिः ददादि मुक्तिं भक्तिं वा तुलस्याग्न्योश्च सेवनम्। अन्धकाले दुःसम्प्राप्ते भयं त्यक्त्वा सुदूरदः श्रीमद्भागवतं भक्त्या शृणुयाद्य स मुक्तिभाक्। प्रौष्टपद्यां च राकायां हेमसिंहसमन्वितम् अलङ्कृत्य द्विजाग्र्याय श्रीमद्भागवतं ददेद। भक्तियुक्तो विमानश्च मिदाशी च जितेन्द्रियः श्रुत्वादितः स कृष्णस्य सायुज्यं लोकमाप्नुयात्। आजन्ममात्रमपि येन शठेन चित्तं सम्यग् नियम्य भुवि कृष्णकथानपीता चण्डालवच्च पशुवत् बदतेन नीदं मिथ्या स्वजन्मजननी भृशमर्दिता च। यैर्न श्रुतं भागवतं पुराणमाराधितो नो पुरुषः पुराणः। मुखे हुदं नैव धरामराणां तेषां वृथा जन्मगदं नराणां। चित्तं न यस्य दुनरस्य हरेः कथायां सम्प्रीयते दुरिदुष्टमसत्प्रसङ्गात्। धिक्तं नरं पशुसमं भुवि भारभूतमेवं वदन्ति मुनयः किल पूर्वसिद्धाः। दुर्लभैव कथा लोके श्रीमद्भागवतोद्भव कोटिजन्मसमुद्धेन पुण्येनैव तु लभ्यते। तेन योगनिधे साधो श्रोतव्या सात्वदी कथा प्रत्यहं नियमो नास्ति दिनानां वस्तुतो द्विज। सत्येन ब्रह्मचर्येण यदोऽस्य श्रवणं मदं तद कलौ विशेषो हि विधिः सप्तदिनात्मकः। मनःसस्था जयाद्रोगात् पुंसां चैवायुषः क्षयाद्। कलेर्दोष बहुत्वाच्च सप्ताहश्रवणं मदम्। मनसो निग्रहश्चैव नियमाचरणं तथा कर्तुं सप्तदिनं शक्यं तदो नियमकल्पना। श्रद्धया श्रवणे नित्यमाद्यं तावधि यद्फलं तद्फलं शुकदेवेन सप्ताहश्रवणे कृतम्। यद्फलं नास्ति तपस्सा न योगेन समाधिना अनायासेन तत्सर्वं सप्ताहश्रवणाल्लभेद। यज्ञाद्व्रताच्च तपस्सो ध्यानाज्ञानाच्च तीर्थतः श्रीभागवतसप्ताह नियमो ह्युत्तमो मदः। यदा कृष्णो भुवं त्यक्त्वा स्वपदं गन्तुमुद्यतः तदा ज्ञायोद्धवो धीमान् गोविन्दं वाक्यमब्रवीत्। उद्धव उवाच भगवन् भवता सर्वं देवकार्यं प्रसाधितम्। अधुना गन्तुमिच्छुस्त्वं स्वं पदं तमसः परम्। अधश्चिन्ता ममोत्पन्ना त्वद्वियोग भिया विभो तामपाकुरुदेवेश त्वामहं शरणं गतः। आगतोऽयं कलिर्घोरोऽत्र सर्वेऽपि जनाखलाः भविष्यन्ति तदो नाथ किं विधेयं तदा दिश। इयं पार्वती भूमिशरणं किं प्रयास्यति त्वदन्यो दृश्यते नात्र त्रादा स्यात् यदुनन्दन। अदोऽस्मासु दयां कृत्वा तिष्ठात्रैव दयानिधे साधूनां रक्षणायैव त्वमाविरभवः प्रभो। निर्गुणोऽपि निराकारसच्चिदानन्दविग्रहः त्वद्वियोगेन ते भक्ताः कथं स्थास्यन्ति भूतले निर्गुणोपासने कष्टमदोऽस्मद्धितमाच्चर सूत उवाच इत्युद्धव वचः श्रुत्वा चिन्तयित्वा क्षणं हरिः ददौ भागवतं तस्मै कृपया परयायुधः निजं तेजःसमाधाय श्रीमद्भागवते द्विज दत्त्वोद्धवाय भगवान् स्वकीयं पदमाविशद तेनेयं वाक्मयी मूर्तिर्वर्तते श्रीहरेरिह सेवनात् सततं चास्याः पापं नश्येन्नृणां क्षणाद् सप्ताहश्रवणं तेन कथितं सर्वतोऽधिकं श्रोता वक्ता पृच्छकश्च यान्ति तन्मयदां द्विज दुःखदारिद्र्य दौर्भाग्य पापप्रक्षालनाय च कामक्रोधजयार्थं च कलौ भागवतं क्षमम् अन्यथा वैष्णवी माया देवानामपि दुर्जया कथं निवर्तते पुंसां श्रीमद्भागवतं विना सूद उवाच इत्येवमुक्त्वा माहात्म्यं श्रीमद्भागवतस्य ते कथां भागवतीं दिव्यां प्रवक्तुमुपचक्रमुः वेदोपनिषदां सारे श्रीमद्भागवते द्विजैः आरभ्यमाणे तत्रैव भक्तिराविरभूत्क्षणात् प्रेमान्विता चारुतनुर्मुदान्वितौ सुतौ गृहीत्वा तरुणौ स्वदोर्भ्यां श्रीकृष्णगोविन्दहरे मुरारे नाथेदि नामानि मुहुर्वदन्ति तामागदां भागवतार्थभूषां सुचारुवेषां ददृशुः सदस्याः व्यतर्कयंश्चापि कथं कुतासौ कास्तीति सर्वेऽपि सुविस्मिताक्षाः ततः कुमारा जगदुःकृतार्था कथार्थदो निष्पदिताधुनेयम् एवं गिरः सा ससुता निशम्य जगाद नम्राब्जभुवः कुमाराद भक्तिरुवाच भवद्भिरद्यैव कृतास्मि पुष्टा कलौ प्रणष्टापि कथारसेन तिष्ठामि कुत्राहमभीष्टमाभ्यां सहास्पदं मह्यमुपादशध्वं सूत उवाच तद्वाक्यमाकर्ण्य विधे कुमारा विचार्य सम्यक् प्रणिधाय चित्ते ऊचुश्च भक्तिं भवरोगहर्त्रीं प्रेमैकदात्रीं हरिभक्तिभाजां कुमारा ऊचुः भक्तेषु गोविन्दपरायणेषु साधुष्वधो दीनदयापरेषु मनो नियम्योत्पथ सम्प्रवृत्तम् कृत्वैकतानं हरिपादपद्मे ततो हि दोषाकलिजा इमे त्वां द्रष्टुं न शक्ताः प्रभवोऽपि लोके कलौ त्वमेकैव जगद्धिताय भविष्यसे नारद सम्प्रणीता सकलभुवनमध्ये नर्दनाश्चादिधन्या निवसति हृदियेष श्रीहरेर्भक्तिरेका हरिरपि निजलोकं सत्वरं संविहाय प्रविशति हृदि एष प्रेमसूत्रापि नद्धः इति श्रीपाद्मे महापुराणे उत्तरखण्डे श्री भागवतमाहात्म्ये पञ्चनवत्यधिकशततमोऽध्यायः ॐ